पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 91 नारद उवाच इत्युक्त्वा भगवान् विष्णुः शफरीतुल्यरूपधृक सपपादाञ्जलौ विन्ध्ये निवासे कश्यपस्य च सतं कमण्डलौ क्षिप्रं कृपया क्षिप्तवान् मुनिः तावत्सन ममौ तत्र तद कूपेऽन्यवेशयद तत्रापि न ममौ तावत् कासारे प्राक्षिपत्सदाम् एवं स सागरे क्षिप्तस्तत्र सोऽप्यन्ववर्धत तदोवधित् स तं शङ्खं विष्णुर्वै मत्स्यरूपधृक अध तं स्वकरे धृत्वा बदरीवनमागतः तत्राहूय ऋषीन् सर्वानिदमाज्ञापयद्विभुः श्रीकृष्ण उवाच जलान्तरे विशीर्णांस्तु यूयं वेदान् प्रमार्जध आनयध्वं च त्वरिता सरहस्यं जलान्तराद तावत्प्रयागे तिष्ठामि देवता गणसंयुधः नारद उवाच ततस्तैः सर्वमुनिभिस्तपोवरसमन्वितैः उद्धारिता षडङ्गास्ते वेदा यज्ञसमन्विताः तेषु यावन्मिदं येन लब्धं तावन्मितस्य हि स स एव ऋषिर्जातस्तदा प्रभृति पार्थिव अध सर्वेऽपि सङ्गम्य प्रयागं मुनयो ययुः विष्णवे सविधात्रे ते लब्धान्वेदान्यवेदयन् लब्ध्वा वेदान् स यज्ञांस्तु ब्रह्माहर्षसमन्वितः अयजच्चाश्वमेधेन देवर्षि गणसंवृतः यज्ञादे देवदेवेश सिद्धपन्नगगुह्यकाः निपत्य दण्डवद्भूमौ विज्ञप्तिं तत्र चक्रिरे देवाऊचुः देव देवजगन्नाथ विज्ञप्तिं शृणु नः प्रभो हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव स्थानेऽस्मिन्नृषयो वेदान्नष्टान् प्रापुः पुनः स्वयं यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापदे स्थानमेतदपि श्रेष्ठं पृथिव्यां पुण्यवर्धनं भुक्तिमुक्तिप्रदं चास्तु प्रसादात् भवतः सदा कालोऽप्ययं महापुण्यो ब्रह्मघ्नादिविशुद्धिकृत दत्ताक्षयकरश्चास्तु वरमे दद्वदस्वनः श्रीविष्णुरुवाच ममाप्येतन्मदं देवा यद्भवद्भिरुदाहृदं तत्तथास्तु लभत्वे दद्ब्रह्मक्षेत्रमिति प्रथाम् सूर्यवंशोद्भवो राजा गङ्गामत्रा नयिष्यति सा सूर्यकन्यया चात्र कालिन्द्या सङ्गमिष्यति यूयं च सर्वे ब्रह्माद्या निवसध्वं मया सह तीर्थराजेदि विख्यातं तीर्थमेतद्भविष्यति दानं तपो व्रतं होमो जपपूजादिकाक्रियाः अनन्दफलदाः सन्तु मत्सान्निध्यप्रदाः सदा। ब्रह्महत्यादिपापानि बहुजन्मकृतान्यपि दर्शनादस्य तीर्थस्य विनाशं यान्तु तत्क्षणात्। देहत्यागं तथा धीरा कुर्वन्ति मम सन्निधौ मत्तनुं प्रविशन्त्येव पुनर्जन्मनि नो नराः। पितॄन् निर्दिश्य ये श्राद्धं कुर्वन्त्यत्र समागताः तेषां पितृगणाः सर्वे यान्दूते मत्सलोकताम्। कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणां सूर्ये मकरगे प्रादस्नायिनां पापनाशनं मकरस्तरवौमाके प्रातस्नानं प्रकुर्वतां दर्शनादेव पापानि यान्ति सूर्याद्यथातमः। सलोकत्वं स्वरूपत्वं समीपत्वं त्रयं क्रमाद नृणां ददाम्यहं स्नानान्माके मकरगे रवौ। यूयं मुनीश्वरा सर्वे शृणुध्वं वरदोऽस्मि वः बदरीवनमध्येऽहं सदा तिष्ठामि सर्वगः। अन्यत्र दशभिर्वर्षैस्तपसा वाप्यते फलं तदत्र दिवसैकेन भवद्भिः प्राप्यते सदा। स्थानस्य दर्शनं तस्य ये कुर्वन्ति नरोत्तमाः जीवन्मुक्तास्तदा तेषु पापं नैवावतिष्ठते। सूत उवाच एवं देवान् देव देवस्तदुक्त्वा तत्रैवान्तर्धानमागात् सवेधाः देवाः सर्वेऽप्यंशकैस्तत्र तस्तुश्चान्तर्धानम् प्रापुरिन्द्रादयस्ते। इमां च गाथां शृणुयान्नरोत्तमो यश्रावयेद्वापि विशुद्धचित्तः सतीर्थराजं बदरीवनं यत्कृत्वा फलं मां समवाप्नुयाच्च। इति श्री पद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामा संवादे शङ्खासुरवधो वेदागमे प्रयागमाहात्म्यं नामैकनवतितमोऽध्यायः। ॐ